नमस्कारः. प्रथमं गतसप्ताहस्य प्रश्नानाम् उत्तरं महोदय प्रेषितवान्, तर्हि तद् एकवारं दृष्ट्वा अग्रे गच्छामः. तर्हि गतसप्ताहे हेमा भगिन्याः प्रश्नः आसीत् धातुपाठे हल्सन्धिः चतुर्थभागः इति करपत्रे बीच इति सूत्रम्. अयं जलाम्बशशि इत्यस्य अपवादः इति उक्तमस्ति. अनन्तरं हल्सन्धिद्वितीयभागे षडोः कहसि इति सूत्रं शृणाष्टुः इत्यस्य अपवादः इति उक्तमस्ति. तर्हि त्रिपाद्यम् अपवादः इति भवति किम् इति अस्माकं प्रश्नः आसीत्. तर्हि महोदयस्य उत्तरमस्ति, आं भवति, किन्तु परत्वात् असिद्धम् इति चेत् अपवादः न वक्तव्यः. यदि असिद्धं भवति अपवादसूत्रम् अपवादकार्यम् असिद्धं भवति चेत् अपवादं न भवति, अपवादकार्यं न भवति. पूर्वसूत्रमेव साक्षात् पूर्वसूत्रमेव भवति, किन्तु यदि पूर्वपरयोः यदि पूर्वसूत्रं कदाचित् अपवादं भवितुम् अर्हति, तस्मिन् समये अपवादम् इति वदनेन किमपि क्लेशः नास्ति वक्तुं शक्नुमः इति उक्तवान्. परन्तु अत्र जलां जष्टषि इति अपवादः वा? जलां जष्टषि इति इत्यस्य अपवादः, दीच इति पूर्वसूत्रमस्ति वा? जलां जष्टषि इत्यस्य पूर्वसूत्रमस्ति. तर्हि तस्मिन् समये अपवादः इति वक्तुं शक्नुमः. बलाबलचित्र अन्यबलाबलचिन्तनं न भवति, किन्तु अपवादत्वं कदाचित् भवितुम् अर्हति. पूर्वसूत्रस्य कदाचित् अपवादः भवितुम् अर्हति, अपवादः भवितुम् अर्हति. पूर्वसूत्रम् अपवादसूत्रं भवितुम् अर्हति चेत् अपवादत्वेन इति वक्तुं शक्नुमः इति उक्तं. किन्तु परसूत्रं कदापि अपवादः, यद्यपि अपवादः भवति तथापि असिद्धम् इत्यनेन कार्यं न भवति एव, शास्त्रसिद्धं भवति इति. अत्र धीच इति सूत्रं द्वितीयपादे अस्ति, खरी च क्षम्यतां जलाञ्जशि चतुर्थपादे अस्ति, धीच इति पूर्वसूत्रमस्ति. तर्हि तर्हि धीच एव कार्यं करोति. तर्हि तस्य प्रति जलाञ्जशि असिद्धं भवति. तर्हि कथम् अपवादः इति वदामः? पूर्वसूत्रम् असिद्धं न भवति खलु, परसूत्रमेव न, पूर्वसूत्रं न भवति. जलां जष्टषि असिद्धं भवति धीच प्रति. जलां जष्टषि अपवादं क्षम्यताम्, आम् असिद्धं भवति, किन्तु धीच इति कार्यम् अपवादम् इति वक्तुं शक्नुमः. कदाचित् अपवादत्वं भवति इति, परन्तु अत्र तु असिद्धत्वस्य एव कार्यक्षेत्रं दृष्ट्वा पश्यामः चेत् यदि निरवकाश इत्यनेन एव अपवादत्वम् इति वदामः. यदि सामान्यरीत्या पश्यामः चेत् अपवादत्वं भवितुम् अर्हति खलु, तादृशचिन्तनं यदि भवति चेत्. किन्तु किम् इत्युक्ते अपवादत्वम् इति कार्यस्य अपेक्षया पूर्वत्र असिद्धम् इत्यस्य बलमेव इति कारणेन इत्यनेन एव कार्यं भवति इति, किन्तु वक्तुं शक्नुमः इत्येव महोदयेन अत्र निर्दिष्टम्. असिद्धम् इति भवति चेत् अपवादः न वक्तव्यः, किन्तु शास्त्रसिद्धं भवति तस्मिन् समये, किन्तु कदाचित् भवितुम् अर्हति अपवादः इति भवितुम् अर्हति इति, कुत्रचित् भवति इति. अनन्तरं शुक्रवनमहोदयस्य प्रश्नः आसीत्, पूर्वत्र सिद्धम् अधिकारसूत्रं महोदय अस्ति वा? इति वदामि, पूर्वत्र सिद्धम् अधिकारसूत्रं विप्रदिश्यते परं कार्यम् इति परिभाषासूत्रं. तत्र महोदय उक्तवान् अपवादः इति न वक्तव्यं, बाधकसूत्रम् इति वक्तुं शक्यते इति. विप्रतिषेधे परं कार्यम् इत्यस्य बाधकं पूर्वत्र आसीतम् इति वक्तुं शक्यते. विधिसूत्रस्य एव अपवादः इति भवति. कार्यं कुत्र भवति इति द्रष्टव्यं यदि विधिरस्ति. अपि च तस्य प्रश्नः अपि आसीत्, वयं पूर्वत्र सिद्धम् इति सूत्रमेव परिभाषासूत्रमिति वक्तुं शक्नुमः, किमर्थम् अधिकारसूत्रमिति? पूर्वत्र सिद्धम् अधिकारसूत्रमस्ति, तत्र अधिकारसूत्रमस्ति न तस्य प्रश्नः आसीत्। तदपि अस्माकम् अर्थपूरणार्थमेव योजयामः, तर्हि किमर्थम् अधिकारम् इति वदामः इति इत्यपि आसीत् किं न वा? न, तथा न पृष्टवान्। पूर्वत्र सिद्धम् अभिप्रतिष्ठेते परं कार्यम् इति सूत्रस्य अपवादः भवति इति वक्तुं शक्यते वा? तदेकः प्रश्नः आसीत्। परन्तु यदि वयं कार्यं पश्यामः चेत् सपादसप्ताध्यायां वयं वदामः परसूत्रं बलवत् इति, तथैव त्रिपाद्यां यत् भवति तत्र वयं परसूत्रम् असिद्धं भवति इति वदामः। त्रिपाद्यां परसूत्रम् असिद्धं, सत्यम् असिद्धं। तर्हि कार्यरीत्या विवरणरीत्या यदि पश्यामः चेत् समानमेव अस्ति, तदर्थं किमर्थम् अधिकारम् इति तदनन्तरं पृष्टवान् इति मन्ये। ओ एवं वा? अधिकारम् यत्र यत्र अधिकारम् इति वदामः तत्र तु अनुवृत्तिः इति एव भवति खलु। साक्षात् पश्यामः अधिकारम् इत्युक्ते अनुवृत्तिः एव खलु। सत्यं, बहुषु स्थलेषु आगच्छति इति कृत्वा तत्र अस्तु भगिनि। अनन्तरं दीच इति सूत्रे प्रत्ययः इति वक्तव्यं वा इति किमर्थं वक्तमस्ति इति, तत्र कर्मणि भावे लुङ् इति करपत्रे अहं तु वाट्सप् मध्ये प्रेषितवती महोदय सूत्रं, तस्मिन् करपत्रे विस्तृतरूपेण महोदयेन निर्दिष्टम्। यत्र तत्र कात्यायनः इति वार्तिकारः तत्र उक्तं, कात्यायनः इति वार्तिककारः उक्तवान् यत् दीच इत्यनेन चिचः एव सकारलोपः, न तु सर्वेषां सकाराः, चिच् इति प्रत्ययः अस्ति इति कृत्वा, किन्तु अन्ये वदन्ति तथा नास्ति। परन्तु तदपि प्रत्ययः एव किल? हा, तत् सिच् इति प्रत्ययः अस्ति, तर्हि अतः एव प्रत्ययः इति स्वीकर्तुं शक्यते कात्यायनस्य मतेन, मतभेदः अस्ति इति। किन्तु भाष्यकारस्य एव मतभेदेषु सर्वाधिकारः इति कृत्वा केवलं सकारः इति अपि समानपदे इति स्वीकृत्य समानपदे सामान्यसकारस्य सकारस्य अपि लोपः भवति इति फलितार्थः स्वीकर्तुं शक्यते। तर्हि अन्यत् तादृश उदाहरणमस्ति वा सर्वत्र वयं? तत्र महोदयेन उदाहरणार्थम् अत्र दत्तवान् पयस् योगः धावति इति, अत्र पयस् पयो धावति इति भवति, किमर्थम् इत्युक्ते समानपदे नास्ति, किन्तु यत्र समानपदे भवति तस्यापि अत्र उदाहरणम् आम् चकास् योगः एकनिमिषम् अत्र चकास्योदः दि इति स्थितौ अत्र चकारस्य लोपं भूत्वा चकादि इति वक्तुं शक्यते, भाष्यकारस्य मतेन चकादि इति एव भवति, किन्तु कात्यायनः वार्तिककारः वदति केवलं सिचः एव ग्रहणं, किन्तु भाष्यकारः भवति समानपदे सामान्यसकारस्य लोपः भवति। तर्हि रूपाणि रूपाणामपि भेदः भवति किल मतः? आम् इति अस्तु भगिनि, धन्यवादः। धन्यवादः। अद्यतनकरपत्रम् अस्माकं हल्सन्धि समग्रदृष्टिः इति भगिनीषु हल्सन्धिकार्याणि सङ्ग्रहः इति। क्षम्यतां भगिनि, अत्र एकमपि वक्तुम् इच्छामि, तत्र विप्रतिषेधे परं कार्यं किमर्थम् अधिकारसूत्रं नास्ति इति प्रश्ने सति, तत्र विप्रतिषेधे परं कार्यम् इति प्रथम अध्याये अस्ति, सामान्यतया प्रथमाध्याये परिभाषासूत्रं संज्ञासूत्रं तादृशसूत्राणि एव प्रथमाध्याये भवन्ति किल भवति किल अतः एव वयं वक्तुं शक्नुमः विप्रतिषेधे परं कार्यं परिभाषासूत्रं प्रथमाध्याये अस्ति. पूर्वत्र सिद्धम् अष्टमाध्याये द्वितीयपादे अस्ति, तस्य अधिकारः अन्तपर्यन्तम् अस्ति. यत्र अधिकारसर्वेषां सूत्राणामपि तत्र तादृशस्वभावः अस्ति खलु, पूर्वत्र साधितम् इति यत्र दर्शयति. किन्तु विप्रतिषेधे परं कार्यं कार्यं दृष्ट्वा एव वक्तुं शक्यते. कदाचित् परं कार्यं बलवद्भवति यत्र विप्रतिषेधः अस्ति चेत्, किन्तु अन्यत्र यदि अपवादः अस्ति चेत् अपवादस्य विप्रतिषेधः नास्ति चेत् अपवादः इति अन्यविध बलाबलचिन्तनमपि भवति. आम् सत्यम्. अतः एव यत्र यत्र आवश्यकं तत्र तत्र आगच्छति विप्रतिषेधे परं कार्यं. नमस्ते महोदय. नमस्ते मणिमहोदय. स्वागतं महोदय. कुत्रचित् बहिर्गतवान् वा, देशान्तरं गतवान् वा महोदय? न दृष्टवन्तः वयं. तर्हि तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः इति पाठः. तर्हि अत्र सामान्यतया पश्यामः चेत् अत्र अधुना अस्माकं विषयः अस्ति सकारादिप्रत्यये परे इति. तर्हि सकारादिप्रत्ययः परे इत्युक्ते सकारादिप्रत्ययः कीदृशप्रत्ययः इति रामप्रिया भगिनी वदति वा, कीदृशप्रत्ययः? तर्हि सामान्यकार्यं किं भवति इति सङ्ग्रहरूपेण सामान्यतया किं कार्यं भवितुमस्ति? आम्, सकारादिप्रत्ययः इत्युक्ते पित् अस्ति, अतः गुणकार्यस्य प्रसक्तिः अस्ति. यदि पित् अस्ति यदा पित् अस्ति, किन्तु सकारादि इति प्रत्ययः तु पित् अपि भवितुमर्हति, अपित् अपि भवितुमर्हति, अनन्तरम् आर्द्र अधातुक सारुधातुक सर्वेषां तदपि भवति. तर्हि सकारादिप्रत्ययः इत्युक्ते खर् प्रत्याहारे अस्ति इति कृत्वा खरीच इति सर्वत्र प्रसक्तिः भवति इति एकं कार्यम्. अनन्तरं कुत्रचित् अनेकत्र आदेशप्रत्ययोः इत्यपि कार्यं भवति, किन्तु इं प्रत्याहारे दर्शनवर्णः आदौ आगच्छति, नो चेत् कवर्गस्य वर्णः किमपि आगच्छति चेत् आदेशप्रत्ययः तस्यपि अनेकत्र कार्यं तत् दृष्टं. तर्हि सुब्रह्मण्यमहोदय वदति वा, महोदय उक्तवान् करपत्रम् अदृष्ट्वा वक्तव्यः इति सर्वे अपि, तस्य तादृशप्रयत्नं प्रायः किञ्चित् प्रयत्नं प्रयतामहे. तर्हि ककारः इति स्वीकृत्य ककारः योगस्तकारः चिन्तनं कथं भवति? सुब्रह्मण्य महोदय क्षम्यतां भगिनि, म्यूट् मध्ये अस्मि. अत्र ककारादि अत्र ककारान्तधातुः सकारादिप्रत्ययः. इदानीं चिन्तनमस्ति अत्र सकारः अत्र ककारः अत्र कवर्गीयव्यञ्जनमस्ति, अतः आदेशप्रत्यययोः इत्यनेन अत्र किं भवति इत्युक्ते यः सकारः अस्ति तत्तु अपदान्तसकारः, अपदान्तप्रत्ययः सकारादिप्रत्ययः, अतः आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने षकारः भवति. अनन्तरमत्र षकारः खर्वर्णः कवर्गीय ककारः अत्र झल् वर्णः, खरीच इत्यनेन ककारः ककारः एव आदेशः भवति. अतः पूर्वं ककारः अनन्तरं सकारः परिवर्तनं भूत्वा अत्र पूर्वं सकारः एव भवति अनन्तरं सकारस्य स्थाने षकारः भवति भूत्वा क्ष इति वर्णमेलनम्. उदाहरणार्थम् अत्र शक् योगः स्यति इति अत्र करपत्रे शक् योगः स्यति इति दत्तमस्ति. तद्भवति अत्र स्यति इति सकारादि प्रत्ययः अपदान्तसकारः तस्मात् पूर्वं ककारः अस्ति कवगीयव्यञ्जनम्. अतः आदेशप्रत्यययोः इत्यनेन सकारस्य षकारः अनन्तरं षक् खरीच इत्यनेन ककारः ककारः एव आदेशः वर्णमेलनं भूत्वा कक्ष्यति इति रूपं निष्पन्नं भवति. धन्यवादः महोदय. मणिमहोदय अग्रे ककारः इति कक्कयोः स ककारः अत्र द्विवर्णः ककार कौर्गीयस्य अतः ककारस्य सकारमेलनं न भवति. आदेशे प्रत्ययोः इति सूत्रेण सकारस्य स्थाने दन्त्यसकारस्य स्थाने मूर्धन्यसकारः आगच्छति. अनन्तरं ककारस्य स्थाने करिच इति सूत्रेण द्विवीयसदस्य ककारः प्रथमसदस्य ख इति भवति. अनन्तरं ख योग षि मेलनेन इक्षि इति रूपं भवति महोदय. अत्र लेलेक् इति उदाहरणेन लेलेक् योग षि अत्र आदेशप्रत्ययः एव कार्यं करोति प्रथमे अतः षि इति आगच्छति. अनन्तरं करिचयसूत्रेण द्विदेशस्य ककारः प्रथमककारः आगच्छति. तन् अनन्तरं इक् योः षि इक्षि इति भवति. लेलेक् योः षि षि लेलेक्षि इति रूपं नूतनरूपं भवति महोदय. किमर्थं महोदय आदेशप्रत्ययः प्रथमम् आयाति इति तस्य कारणं किम् पूर्वसूत्रं किल आदेशप्रत्ययः पूर्वसूत्रम् 83.41 चिन्तयामि करिच चतुर्थभागे अस्ति. धन्यवादः. हेम भगिनी वदति वा गकारस्य आं भगिनि यदि गकारः सकारादिप्रत्ययेन सह योजयामः चेत् तत्र प्रथमं तु चोः कुः इति कार्यं करोति. न क्षम्यतां, प्रथमं तु आदेशप्रत्ययोः इति कार्यं करोति. अतः सकारस्य स्थाने षत्वं भवति, षकारः आगच्छति. तदनन्तरं गकारः तृतीयसदस्यः अस्ति, तत्र ऊष्मवर्णाः तु खर्वर्णाः सन्ति इति कृत्वा तत्र खरीच कारणेन तत्र गकारस्य स्थाने ककारादेशः भवति. तदनन्तरं मेलनं भवति, क्ष इति भवति तत्रापि समानरूपेण. यदि उदाहरणत्वेन कः शब्दः दत्तम् अत्र, उदाहरणेन तत्र अत्र तात्वङ्ग् इति दत्तमस्ति महोदयेन, तत्र तात्वङ्ग् योगः सि इति आगच्छति चेत् तत्र प्रथमं सकारस्य षकारः भवति आदेशप्रत्ययोः अनेन. इदं सूत्रं तृतीयपादे अस्ति, त्रिपाद्यां तृतीयपादे. अपि च तदनन्तरं तात्वङ्ग् इति अस्ति, ततः प्राक् तात्वङ्ग् तत्र मूले नकारः अस्ति, अपि च नश्चापदान्तस्य झलीकारणेन तत्र अनुस्वारः आसीत् इति. अनुस्वारस्य तदनन्तरम् आदेशप्रत्ययोकारणेन षत्वम् आगत्य तदनन्तरं खरी च कृत्वा गकारस्य स्थाने ककारः तर्हि तात्वङ्क् योगः सि तात्वङ्क् योगः षि इदानीम् अनुस्वारस्य इ परसवर्णः कृत्वा अनुस्वारस्य स्थाने ककारस्य पञ्चमसदस्यः आगच्छति ङकारः अतः तात्वङ्क् तात्वङ्क् योगः षि मेलनं भूत्वा तात्वङ्क्षि इति रूपम् यत्र यत्र अनुस्वारस्य परसवर्णः योजयामः तत् खरि च अनन्तरं तदपि कार्यं करणीयं धन्यवादः चतुर्थ ककारः योगः सकारः इदानीं प्रथमम् आदेशप्रत्ययोः इत्यस्य कार्यं भवति इन्पोः कवर्गः अस्ति ककारः अपदान्तसकारः अस्ति अतः सकारस्य स्थाने आदेशप्रत्ययोः इति सूत्रेण षकारः आदेशः भवति गकारः योगः षकारः इदानीं करीपरे जलः स्थाने चर् आदेशः करी च इति सूत्रेण अतः तत्र प्रथमककारः चर्वर्णः ककारः आगच्छति क योगः ष क्ष इक्ष इति भवति उदाहरणरूपेण अत्र जागग् योगः सि इति अस्ति आदेशप्रत्ययोः इति सूत्रेण जागग् योगः षि इति प्रथमम् अनन्तरं करी च इति सूत्रेण ककारस्य स्थाने कवर्गः आदेशरूपेण आगच्छति जागक्षि इति रूपम् धन्यवादः विद्या भगिनी छवर्गाणां सामान्यसूत्रं किम् इति कार्यं किं भवति छवर्गः अस्ति चेत् तत्र सामान्यसूत्रमस्ति चोः कुः इति सूत्रं तत्र छवर्गस्य स्थाने कवर्गादेशः भवति जलिपदान्ते च इति तर्हि तत्र च योगः स इति अस्ति चेत् तत्र चोः कुः इत्यनेन चकारस्य ककारादेशः सकारः जल्वर्णः अनन्तरं तत्र आदेशप्रत्यययोः इत्यनेन ककारः इन् प्रत्याहारे अस्ति इति कृत्वा तत्र सकारः अपदान्तसकारः प्रत्यय अवयवरूपी सकारस्य स्थाने षकारादेशः तर्हि क योगः क्ष इति भवति अनन्तरं परिच इत्यनेन ककारस्य ककारादेशः क्ष इति भवति तत्र उदाहरणं पच् योगः स्यति तत्र सर्वप्रथमं चकारस्य चोः कुः ककारः अनन्तरं स्यति सकारस्य षत्वम् अनन्तरं तत्र सकारस्य षत्वम् आदेशप्रत्ययोः अनन्तरं करि च इत्यनेन ककारस्य ककारादेशः पक्ष्यति इति रूपम् अत्र चकारान्तधातूनां कृते यदि तुक्सहितचकारः अस्ति तर्हि अत्र चोः षूडनुनासिके च इत्यनेन तुक्सहितचकारस्य स्थाने षकारादेशः यथा षकारादेशः भवति तदानीम् अत्र व्रश्च भ्रश्च सृज मृज यजराजभ्राजचषां षः इत्यनेन षकारस्य स्थाने षकारादेशः अनन्तरम् अत्र इदानीं धातोः अन्ते षकारः अनन्तरं सकारादिधातुः अतः अत्र षढोः कहसि इत्यनेन षकारस्य स्थाने ककारादेशः अनन्तरम् इदानीं पर्यन्तं वयं दृष्टवन्तः अत्र ककारान्तधातुः सकारादि प्रत्ययः आदेशप्रत्यययोः अनन्तरं खरीच इत्यनेन पूर्णतया अत्र कायोगः ष भूत्वा क्षा भवति. यदि तुप्सहितचकारः नास्ति, सामान्यचकारः अस्ति चेत् अत्र चोः कुः इत्यस्य कार्यमेव. अतः चकारस्य स्थाने अत्र प्रथमं खकारः, अनन्तरम् आदेशप्रत्यययोः इत्यनेन सकारस्य षकारः, खरीच इत्यनेन खकारस्य स्थाने खकारः. अस्तु महोदय, धन्यवादः महोदय. चकारान्तरं यदा भगिनी उक्तवती चोः कुकु इति भवति, किन्तु विशेष एकम् अस्ति धातुः व्रश्य इति धातुः, तस्य तु शकारः भवति व्रश्य व्रश्य इति सूत्रे. यद् अनन्तरं चकारस्य कृते तत् महोदय उक्तवान् चकारद्वयं भवति. धन्यवादः. अनन्तरं रेफपूर्वकचकारः इति करपत्रे उक्तमासीत्, तद् स्मरति वा? सामान्यकरिमितं महोदय उक्तं सम्यक् आसीत्, चोः षुडन नासीत् चेत् सुखसहितचकारः अस्ति चेत् चोः षुडन नासीत् इति चेत् सामान्य केवलं चकारः एव अस्ति चेत् चोः कुः इत्यनेन चकारादेशः भवति प्रथमम्. अनन्तरं यत्र रेफपूर्वकचकारान्तदातुः अस्ति चेत् तत्र राल्लोपः इति कार्यं भवति. चोः कुः प्रबाद्य राल्लोपः भूत्वा चकारस्य लोपः भवति. धन्यवादः महोदय. अत्र उदाहरणम् उक्तवान् महोदय, प्रक्षते इति उक्तवान् खलु. अत्र अस्मिन् करपत्रे वा भगिनि? आम् महोदय. अस्तु भगिनि, अत्र उदाहरणमस्ति प्रच् योगः इति. अत्र प्रथमं प्रच् इत्यस्य अन्ते तुक्सहितचकारः, अतः अत्र प्रथमं चोः षूडनुनासिके च इत्यनेन अत्र तुक्सहितचकारस्य स्थाने षकारः. किमर्थमित्युक्ते अनन्तरम् अत्र झल्वर्णः अस्ति इति इत्यस्मिन् चकारः झल्वर्णः, अतः तदनन्तरं षकारस्य स्थाने षकारादेशः भवति. व्रश्च भ्रज सृज मृज यज राज भ्राज च शांसः इत्यनेन, अतः अत्र प्रश् योगः इति. इदानीं षढोः कति इत्यनेन षकारस्य स्थाने ककारः, सकारादिप्रत्ययपरे प्रक्योगः स्यति. इदानीम् आदेशप्रत्यययोः इत्यनेन अत्र सकारस्य षत्वं, किमर्थमित्युक्ते प्रक् इत्यस्य ककारः पूर्वमस्ति, अनन्तरम् अपदान्त सकारादिप्रत्ययः, अतः अत्र आदेशप्रत्यययोः इत्यनेन सकारस्य षकारः प्रत्ययोगः श्यति. इदानीं षकारः खर्वर्णः, ककारः झल्वर्णः, अतः खरीच इत्यनेन ककारस्य स्थाने ककारादेशः, अनन्तरं प्रत्ययोगः श्यति वर्णमेलनं भूत्वा प्रक्ष्यति इति रूपं सिद्ध्यति. एकवारम् उक्तवती. तर्हि सुब्रह्मण्यम् महोदय उक्तवान्, क्षम्यता, मणिमहोदय वदति वा? जयोः श अत्र जकारस्य स्थाने ककारः भवति चोः कुः इति सूत्रेण, जकारस्य स्थाने तृतीयः ककारः आगच्छति, अनन्तरम् आदेशे प्रत्ययोः सूत्रेण स दन्त्यसकारस्य मूर्धन्यसकारः भवति शत्रुविधिः इति कार्यं भवति अत्र. देन् करिच इति सूत्रेण तृतीयककारस्य प्रथमककारः आगच्छति. देन् ककार षकारयोः मेलनं भवति, इक्ष इति रूपं भवति महोदय. अत्र त्यज् यति चोहपुरि सूत्रेण त्यग् यः शति इति रूपम् आगच्छति. अनन्तरम् आदेशप्रत्ययो इति सूत्रेण शत्रुविधि भवति, श मूर्धनि षकारः आगच्छति. देन् करिच इति सूत्रेण ककारस्थाने प्रथमककारः आगच्छति. त्यक्योः ष्यदि त्यक्ष्यदि इति रूपं भवति महोदय. धन्यवादः महोदय. तत्तु आसीत् सामान्यजकारान्तानाम् आम् अनेकत्र तथा एव भवति. हेमभगिनी विशेषकार्यम् आसीत् उदाहरणार्थं ब्रज् इति धातुः तत्र किं भवति इत्युक्ते भ्रज् इति अस्ति चेत् तत्र परिगणितधातूनां कृते विशिष्टसूत्रमस्ति. व्रश्च ब्रश्च सृज मृज यज राज छशांशः इति कारणेन तत्र भ्रज् तत्र भ्रज् कृते झकारस्य स्थाने मूर्धन्यषकारः आगच्छति. तर्हि ब्रश् योगः सि इति स्थितिः. इदानीं ब्रश् योगः सि षडोः कः सि इति कारणेन षकारस्य स्थाने मूर्धन्यषकारस्य स्थाने ककारादेशः भवति. तर्हि ब्रक् योगः सि इति स्थितिः. इदानीं ककारस्य प्रभावेण इन्को वर्णः अस्ति इति कृत्वा आदेशप्रत्ययोः कारणेन सकारस्य षकारः भवति. तदनन्तरं मेलनं भवति. तर्हि ब्रक्षि आं भगिनि. अत्र ब्रज् इति अनन्तरं सकारः अपि आसीत् तत्तु स्कोः संयोगाद्वरन्ति संयोगः अहं चिन्तितवती भवती ब्रज् इति उक्तवती इति कारणेन तत् सत्यं ब्रज् सत्यं प्रथमं सकारः अस्ति इति कृत्वा तस्य लोपः भूत्वा ब्रज् इति आयाति. अस्तु अस्तु प्रायः झकारान्तानां दिव्यमपि रामप्रिया तत्र जकारान्तानां तत्र जयोगः स इति अस्ति. तत्र तत्र चोहोकुः इति सामान्यसूत्रम् अस्ति. तत्र चोहोकुः इति सूत्रेण तत्र जकारस्य गकारः भवति. अनन्तरं तत्र गकार इन् प्रत्याहारे अस्ति इति कृत्वा तत्र सकारस्य षत्वम् आदेशप्रत्ययोः इत्यनेन गयोगः क्ष इति भवति. अनन्तरं करीच इति सूत्रेण गकारस्य स्थाने ककारः कयोगः क्ष इदानीं क्ष इति भवति. तत्र उदाहरणमस्ति त्यज्योगः स्यति. त्यज् तत्र चोहोकुः इत्यनेन तत्र सकारः जल्वर्णः त्यग् योगः स्यति. अनन्तरम् आदेशप्रत्ययोः इत्यनेन त्यग् योगः स्यति. अनन्तरं चोहोकुः इत्यनेन त्यक् योगः स्यति त्यक्ष्यति. अत्र एकचकोशकस्य कार्यं न करोति पुनः महोदय. अत्र एकचकोशकस्य यजन्तस्य सोगो अस्ति सूत्रं कार्यं न करोति वा? झजर्ज् त्यज् इति अस्ति. ओ झजर्ज् इति वा? झजर्ज् इति तत् एकाच् भवेत् खलु? झकारस्य अकारः अस्ति. अनन्तरं झकारस्य अपि तत्र अकारः अस्ति खलु? किन्तु एकाच् भागः अस्ति चेत् तस्य भवति. अत्र एकाच् भागः अपि नास्ति. परन्तु अपि च भगिनी तत्र जकारः तु मूर्धन्य महाप्राणजकारः तत्र बश् इति नास्ति किल, बश् मध्ये नास्ति, सत्यं भगिनि, तदपि अस्ति, तत्तु प्रमुखविषयः अस्ति, सत्यं, बशादि एव दश जकारः तत्र आयाति. धन्यवादः, धन्यवादः. रामप्रिया भगिनी अत्र आदेशप्रत्ययोः इति सूत्रस्य किञ्चित् पुनस्मरतु. इन्कोः यदा पूर्वं इन् प्रत्याहारे अथवा कवर्गीयवर्णः अस्ति चेत् तस्य तस्य परस्य अपदान्त सकारः वा आदेशरूपी सकारः वा प्रत्यय अवयवरूपी सकारः वा अस्ति चेत् तस्य षकारादेशः भवति. तावदेव. नुम् विसर्जनीय शर् व्यवायेति इति अनन्तरं महोदय योजितवान्. यदि नुमागमः मध्ये अस्ति, नो चेत् विसर्गः अस्ति, नो चेत् शर्वर्णः किमपि अस्ति चेत् अपि कार्यं भवति. पूर्वं यद् यदा अस्माभिः पठितं तस्मिन् समये तत् नासीत्, अनन्तरं भगिनी वदति. तर्हि किं भवति अत्र अनन्तरं चतुर्ण्या तेषां केवलं वर्णमेलनमेव भवति इति खलु तयोः? यदा मा वा न वा अस्ति चेदेव नश्चापदान्तस्य जली भवति इति. तकारस्य तु सामान्यकार्यम् अत्र ष्टुनाष्टुः यदा सन्धिकार्यं तदेव भवति. मूर्धन्य टकारस्य प्रभावेण तकारस्य षकारः भवति. विशिष्टकार्यम् इत्युक्ते चतुर्थटकारः अस्ति चेत् षडोः कहसि इति सूत्रेण सी प्रत्ययः परे अस्ति इति कारणात् तत्र कः ख कवर्गः आदेशः भवति कवर्गस्य स्थाने. उदाहरणं आम् नानट् योगः सि इति अस्ति. टकारस्य मूर्धन्यटकारस्य प्रभावेण टकारस्य षकारः भवति ष्टुनाष्टुः इति सूत्रेण नानट् योगः सि नानट्षि इति भवति. करीचस्य अपि प्रसक्तिः वर्णपरिवर्तनं न भवति, नानट्षि एव तिष्ठति. अहं वा भगिनि. आं महोदय. तकारान्तधातुः सकारादिप्रत्ययः. तकारान्तधातुः सकारादिप्रत्ययः अत्रापि धात्वान्ते ठकारः प्रत्ययस्य आदौ सकारः, अतः अत्र ष्टुनाष्टुः इत्यनेन ठकारस्य प्रभावेण सकारस्य षकारः भवति प्रथमम्. अनन्तरम् अत्र षकारः खर्वर्णः, अतः तस्मात् पूर्वं यः ठकारः अस्ति झल्वर्णः, अतः अत्र चरादेशः भूत्वा टवर्गीयप्रथमसदस्यः अत्र टकारः आदेशरूपेण आगच्छति. अनन्तरं वर्णमेलनं उदाहरणमस्ति अत्र लोलुण्ठ् योगः सि. अत्र प्रथमं सकारस्य स्थाने षकारः ष्टुनाष्टुः इत्यनेन लोलुण्ठ् योगः षि, अनन्तरं ठकारस्य चत्वं भूत्वा टकारः, अनन्तरं खर्वर्णः षकारः, अतः लोलुण्ट् योगः षि इदानीं वर्णमेलनं भूत्वा लोलुण्क्षि. अत्र प्रायः यः णकारः अस्ति तत्तु पूर्वमत्र प्रायः नकारः आसीत्. सः तु तद्वर्णः सः वर्णः अत्र प्रथमम् अत्र नश्चापदान्तस्य झलि इत्यनेन अत्र अनुस्वारः, अनन्तरम् अनुस्वारस्य ययपरसवर्णः इत्यनेन णकारः. अत्र क्रमस्य किञ्चित् कार्यमपि अस्ति. प्रायः खरीच इत्यस्य अनन्तरमेव अनुस्वारस्य ययपरसवर्णः इति भवति. धन्यवादः महोदय. मणिमहोदय वर्ति वा डकारस्य तृतीय डकारः योगी दन्त्यस्य कारः. प्रथमम् अत्र शृणास्तुः इति सूत्रं कार्यं करोति. सकारस्य स्थाने मूर्धन्यसकारः आगच्छति. ततः परं करिचेति सूत्रं कार्यं करोति. ड स्थाने ट प्रथमटकारः आगच्छति महोदय. ट एव श इति रूपं भवति. उदाहरणं पठामि महोदय. जागण्ड् योग सि अत्र शृणाचुन सि स्थाने सि भवति. अनन्तरं करिचयति सूत्रेण तृतीयटकारस्य स्थाने प्रथमटकारः आगच्छति. जागण्ड् सि इति रूपति महोदय. अत्रापि महोदयेन यथा उक्तं नश्चापदान्तस्य अनुसारं भवति. दन् अनुसारस्य सूत्रेण अन्तिमसोपाने खरीचय अन्तिमसोपाने खरीचय अपि कार्यं करोति. दन् जाकन्षि इति नूतनरूपं भवति. धन्यवादः. धन्यवादः महोदय. करिचित् कलि ढकारः अस्ति इदानीं महाप्राणढकारः. ढकारः तदनन्तरं सि इति स्थितिः. इदानीं षडोः कः सि इति कारणेन टवर्गीयवर्णः अस्ति, सकारः परे अस्ति इति कृत्वा षत्वविधिः क्षम्यतां सकारस्य स्थाने षकारः भवति, मूर्धन्यषकारः. तर्हि ढकारः योगः षि इति अस्ति. इदानीं ढकारः अस्ति सि अस्ति इति कृत्वा षडोः कः सि इति सूत्रं कार्यं करोति, पूर्वसूत्रमस्ति इति. ढकारस्य स्थाने ककारादेशः भवति. तर्हि इदानीं ककारः योज अनन्तरं षि इति स्थितौ तत्र ककारः इन्को वर्णः न षत्वविधिः तु भवति एव तत्र. तर्हि केवलं मेलनं भवति, क्षि इति आगच्छति. अत्र दृष्टान्तेन दत्तमस्ति लेड् लेड् योगः सि इति. लेड् योगः सि प्रथमं श्रुत्व सन्धिः भूत्वा सकारस्य षकारः भवति, षि इति भवति. लेड् योगः षि इति. तदनन्तरं षडोः कः सि कारणेन ढकारस्य ककारः लेक् योगः सि. लेक् योगः सि क्षम्यतां लेक् योगः षि, लेक्षि इति भवति. धन्यवादः. अत्र किम् इत्युक्ते एकं वर्तव्यम् इत्युक्ते अत्र पदस्य इति अधिकारे आयाति षडोः कः सि. यद्यपि पदस्य इति अधिकारे आयाति, तथापि अपदान्तषकारडकारः डकारयोः एव ककारः आदेशः भवति. यदि पदान्ते डकारः आसीत् चेत् तर्हि जलाङ्गशौति इत्यनेन दृष्ट्वा भवति. अत्र तु झलि परे इति योजयामः किल खलु, सकारः न न षडो कथति इति सि परे सकारे परे इति सि इति एव सप्तमी. हा सि परे, परन्तु तत्र परन्तु षडोः कसि तत्र झलि पदान्ते तस्य अधुभागे न आगच्छति वा सर्वत्र? यत्र यत्र पदान्ते तु जलाञ्जशुन्ति इत्यस्य कार्यं भवति पूर्वसूत्रमिति कृत्वा षडोः कः अस्ति इति 840 132 इति पेज् नम्बर् तत्र अस्ति. न तत् तत्र न आगच्छति. षडोः कः अस्ति? आम् षडोः कत्वमेव अस्ति. जलीपदान्ते कुत्र भवति? केवलं 38 पर्यन्तं वा किमर्थ तावदेव भवति किल? झलि 8 to 38 पर्यन्तमेव भवति इत्युक्ते ददस्ततोश्च तावत् भवति, तदनन्तरमेव षडोः कः सि इति. सत्यं भगिनि. जलिपदान्ते कार्यं 38 पर्यन्तम् इति यावत् उक्तमस्ति. धन्यवादः भगिनी. प्रथमं षडोः कः सि, अनन्तरमेव आदेशप्रत्ययो किल? आं भगिनि. 8 to 8 3 8 to 8 3 आम् आम्. षडोः कः अस्ति इति प्रथम आयाति चेदेव अनन्तरम् आदेशप्रत्ययो इति प्रसक्तिः अपि भवति खलु? तावत्पर्यन्तं भगिनी इदानीम् आदेशप्रत्ययोः प्रथमम् उक्तवती इति मन्ये. ओ एवं वा? प्रश्नः अतः एव पृच्छामि. धन्यवादः. नकारः अस्ति चेत् पुनः वर्णमेलनम् इति हितवर्गाणां विद्या भगिनी वदतु सारांशरूपेण प्रमुखसूत्रं किम् अस्ति? सारांशरूपेण तवर्गे प्रथमः, द्वितीय, तृतीय, चतुर्थवर्णः चेत् तत्र सकारे परे तत्र सामान्यसूत्रं करि च इति सूत्रेण सर्वत्र तवर्गादेशः भवति. तर्हि तद् तयोगः स इति सर्वत्र भवति. उदाहरणं वदामि वा अथवा? तत्र चाचत् योगः सि इति अस्ति. तत्र सकारः खर्वर्णः इति कृत्वा तत्र चाचत् तकारस्य पुनः तकारादेशः चाचत् सि इति भवति. धन्यवादः. आं भगिनि, सकारः द्वितीय तवर्गः योगः सकारः. इदानीं अत्रापि करीच इत्यस्य प्रसक्तिः अस्ति. चरादेशः भवति जलः जलां स्थाने, अतः प्रथमतकारस्य आदेशः भूत्वा तकारः योगः सकारः इति स्थितिः. उदाहरणमस्ति सामन् योगः सि इति. अतः यदा जल्वर्णस्य स्थाने चर आदेशः भूत्वा सामन् सि इति भवति. खरीपरे अत्र पुनः रक्षापदार्थस्य जलेन स्वारस्य भगिनी. तत्र तकारसकारः सकारयोः सावर्ण्यम् अस्ति वा? सवर्णः इति गतसप्ताहे अस्माभिः दृष्टम् आसीत्. एकनिमिषं पश्यामः भगिनि कीदृशवर्णः इति. मया अधुनापि सम्यक्तया पूर्णतया अहं न जानामि. द्वयोः स्थानं तु दन्त्यः एव, प्रयत्नः किन्तु आमां प्रयत्नः समीचीनं सम्यक् सकारः महाप्राणः अस्ति. आभ्यन्तरवर्गीयव्यञ्जनानाम् आभ्यन्तरप्रयत्नः समानः भवति, किन्तु सकारः वर्गीयव्यञ्जनं नास्ति इति कृत्वा तस्य आभ्यन्तरप्रयत्नं भिन्नं भवति. ओ अस्तु अस्तु. तर्हि तत्र सावर्णसंज्ञा नास्ति? न भवति. आम्. धन्यवादः भगिनि. करपत्रे सा अस्ति आभ्यन्तरप्रयत्नः इति केषां वर्णानाम् अष्टाध्यायी डाट् काम् तत्रापि सम्यक् उक्तमासीत्. आम् तुल्यासप्रयत्नं सवर्णमिति सम्यक् आसीत्. कथं जानीमः सवर्णं वा इति आभ्यन्तरप्रयत्नः इत्यस्मिन् विषये उक्तमस्ति. वर्गीयव्यञ्जनानाम् आभ्यन्तरप्रयत्नः स्पृष्टः य व ल आभ्यन्तरप्रयत्नः तस्य तेषाम् ईषत् पृष्टः. अनन्तरं शशसः इत्येषाम् आभ्यन्तरप्रयत्नः विवृतः इति अनन्तरम् इति उक्तवान्. धन्यवादः भगिनि. सुब्रह्मण्यमहोदय दकार भगिनि, अत्र दकारान्तधातुः सकारादिप्रत्ययः. अत्र केवलं खरीच इत्यनेन दकारस्य तकारादेशः भवति, अनन्तरं वर्णधारणं. अत्र करपत्रे उदाहरणमस्ति अद् योगः सि, अत्र अत्सि इति रूपं भवति. खरीच इत्येव कार्यं. मणिमहोदय धकारस्य धकारान्तदातन महोदय चतुर्थधकार मणिमहोदय म्यूटेड् अस्ति इति मन्ये. क्लेशः अस्ति वा सुब्रह्मण्यमहोदय? अन्म्यूट् भूतवान् अनन्तरं पुनः किन्तु ध्वनिः न श्रुतं. श्रुतम् नमस्कारः भगिनि. नमस्कारः मणिमहोदयस्य शब्दम् अत्र अस्ति महोदय. अस्तु तदा श्रुणोतुर्थकारः ध्वनिः अस्ति नास्ति न सम्यक् श्रुणोमि. दकारयोः स अत्र करिचयदि सूत्रं कार्यं करोति. दकारस्य स्थाने मेलनमेव त स इति मेलनं भवति. उदाहरणे क्रोधयोः श्यति दकारस्य स्थाने तकारः आगच्छति, क्रोध्यति इति रूपं नूतन रूपं भवति महोदय. धन्यवादः हेम भगिनि. अत्र महोदयेन यथा उक्तमस्ति अत्र बष्पावः अपि भवितुम् अर्हति इति संकृते उक्तवान् आसीत्. उदाहरणार्थं बन्द् इति धातुः स्वीकृत्य वर्तते. बन्द् योगः सकारः वा? तर्हि बन्द् योगः स्यति. अस्तु, बन्द् योगः स्यति. इदानीं धकारस्य परे सकारः अस्ति. अत्र खरीच अन्त्यकार्यं करोति. खरीच तु चतुर्थपादे अस्ति. अत्र एकच् अस्ति, एकः अच् एव वर्णः अस्ति. अपि च झषन्तः अस्ति, झषन्तः न क्षम्यतां, भषादि भषन्त एकाचो बशो बश् झषन्तस्य स्वोः. तर्हि झषन्तः अस्ति, भषादिः अस्ति इति कृत्वा एकाच् अस्ति, अतः भषः स्थाने भषादेशः भवति. तर्हि बकारस्य स्थाने भकारः आगच्छति. तर्हि बन्द् योगः स्यति इति. इदानीं धकारस्य स्थाने प्रथमतकारः आगच्छति खरि च कारणेन, तस्य प्राक् नश्यापदान्तस्य झलि इति कृत्वा अनुस्वारः आयाति, तर्हि भन्द् योगः स्यति इति. तदनन्तरं खरि च इति कारणेन भन्त् योगः स्यति. तदनन्तरं पुनः अनुस्वारस्य स्थाने नकारः आयाति, दन्ते नकारः, अनुस्वारस्य ययिक परसवर्णः इति कृत्वा भन्स्यति, भन्स्यति इति रूपम्. धन्यवादः. तर्हि नकारः अस्ति, अनन्तरं सकारः अस्ति, तर्हि तत्र केवलं सन्धिकार्यं तत्र नश्चापदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वारः, तदनन्तरं तत्र अनुस्वारस्य ययि परसवर्णः इति कार्यं न भवति, यतोहि स स इति ययि प्रत्याहारे नास्ति, अतः केवलम् अनुस्वारः योगः सकारः. अत्र मन् योगः स्यते इति अस्ति, तत्र जलि अपदान्तनकारस्य अनुस्वारः भवति जलि परे, सकारः जल् वर्णः इति कृत्वा नकारस्य अनुस्वारः, अनुस्वारः अनन्तरं केवलं वर्णमेलनम् एव. रामप्रिया भगिनी, अपवर्गानां सामान्यनियमः कः भवति? पवर्गाणां सामान्य नियमः यदा वयं पूर्वं दृष्टवन्तः करि च एव भवति. अत्र किमपि विशिष्टकार्यं तु नास्ति इति चिन्तयामि भगिनि. चरादेशः एव. तर्हि पकारान्तधातूनां, पकारान्तधातुः सकारादिप्रत्ययः अस्ति चेत् तत्र करीच इति सूत्रेण पकारः एव तिष्ठति, परन्तु करीच इति सूत्रस्य प्रसक्तिः अस्ति. पकारः योगः सकारः इति अस्ति. उदाहरणरूपेण अत्र तप् योगः स्यति, करीच इति सूत्रेण तप्स्यति इति रूपम्. आं भगिनि, इदानीम् अत्र सकारान्तधातुः सकारादिप्रत्ययः, अत्रापि केवलं खरि चैत्यनेन फकारस्य स्थाने फकारादेशः भवति, अनन्तरं वर्णमेलनम्. उदाहरणमस्ति अत्र जोगुम्फ् जोगुम्फ् योगः सि, फकारस्य स्थाने फकारः जोगुंसि इति भवति. प्रायः अत्रापि पूर्वं यत्र मकारः अस्ति तत्र नकारः आसीत्, तत्र नकारः अनुस्वारः भवति प्रथमम्, अनन्तरं खरि च, अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य मकारः जोगुंसि. धन्यवादः. मणिमुक्ते अधुना न श्रूयते, किञ्चित् पूर्वं महोदय दूरवाण्याः ध्वनिः श्रुता, अधुना किन्तु श्रुतस्ति. क्षमभगिनी, किमपि क्षम्यताम् अन्म्यूट् न कृतवती मणिमहोदयस्य तर्हि बकारस्य अपि समानस्थितिः खरि च कारणेन झल् स्थाने चरादेशः भवति बकारस्य पकारः भवति अपि च पकारसकारस्य योजनं भवति इति उदाहरणं दत्तमस्ति अत्र लालम्ब लालम्ब् योगः सि इति तर्हि बकारः बकारस्य पकारः भूत्वा लालम्ब् सि इति भवति बकारः सकारः अत्रापि करिचयति सूत्रं करोति चतुर्थबकारस्य स्थाने प्रथमसदस्य बकारः आगच्छति अनन्तरम् उदाहरणार्थं लभ्योः श्यति लप्स्यति इति रूपं भवति महोदय अत्रापि भष्मावस्य सम्भावना अस्ति जकारं विना सवर्गस्य चतुर्थवर्णः तद्विना अन्येषाम् यदि अन्ये चतुर्थवर्णाः अन्ते आयाति चेत् भष्मावस्य सम्भावना अस्ति महत्वपूर्णम् उदाहरणार्थम् अत्र महोदयेन दादम्ब् इति एकं अत्र बष्पावः अस्ति इति कृत्वा धाधम् इति भवति अनन्तरं खरीच इति चत्वारिशः दादम् इति हेमभगिनी अग्रे उक्तवती खलु विद्याभगिनी वदति वा अत्र यकारः यकारान्तधातुः यकारः योगः सकारादिप्रत्ययः अस्ति चेत् तत्र यकारस्य लोपः भवति लोपोव्योर्वलि इति सूत्रेण लोपोव्योर्वलि इति सूत्रं वदति यकारवकारयोः लोपः तत्र वल् वलि परे अत्र सकारः सप्रत्ययः वल् वलि अस्ति इति कृत्वा यकारस्य लोपः भवति उदाहरणमस्ति जाहै योगः सि तत्र यकारस्य लोपः भवति अत्र अत्र अत्र सामान्यतया प्रश्नः भवति यकारः तु तत्र इन् इन् मध्ये अस्ति तर्हि तत्र आदेशप्रत्ययोः इति प्रथमं भवति अथवा लोपोव्योर्वलि इति तत्र लोपोव्योर्वलि इति पूर्वसूत्रम् इति मन्ये अतः एव अत्र यकारः गच्छति प्रथमम् अनन्तरम् आदेशप्रत्ययोः इत्यस्य आदेशप्रत्ययोः इत्यस्य तदनन्तरमपि तदनन्तरं प्रसक्तिः नास्ति किमर्थम् इत्युक्ते अकारः अस्ति अतः जाहसि जाहसि इति भवति लोपोव्योर्वलि षष्ठमाध्याये अस्ति हा अतः एव प्रथमं कार्यं करोति आदेशप्रत्ययोः त्रिपाद्याम् अस्ति धन्यवादः आं भगिनि रेपः किल रेप रेथान्त धातुः सकारादिप्रत्ययः इदानीं रेपः तु इन्प्रत्याहारे अस्ति अतः आदेशप्रत्ययोः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति षत्वं भवति सत्त्वविधिः रेपः योगः षकारः अत्र उदाहरणमस्ति जागर् योगः सि रेप् सकारस्य स्थाने षकारादेशः भूत्वा जागर्षि इति रूपम् आगच्छति धन्यवादः रामप्रिया भगिनी क्रियते वा लकारान्त लकारम् अपि अपि वा भगिनि रकारः लकारान्तदातु ला अपि इन् प्रत्याहारे अस्ति अतः तत्रापि षत्वविधिः भवति आदेशप्रत्ययोः इति सूत्रेण अतः तत्र अपि ल योगः लकारः योगः शकारः उदाहरणरूपेण पम्पुल् योगः अस्ति आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने शकारः पम्पुल्षि इति रूपं भवति. सुब्रह्मण्यं महोदय, वकारस्य कृते किञ्चित् बृहत् कार्यम् आसीत् खलु अस्माकं करपत्रे पठितुं वा सारांशरूपेण दृष्ट्वा? अत्र वकारान्तधातुः सामान्यतया नास्ति. अत्र यङ्लुगन्त धातवः सन्ति, परन्तु ते तु अत्र किं भवति इत्युक्ते वकारान्तधातुः ये वकारान्तधातवः भवन्ति अत्र तेषां सकारे परे राल्लोपः इत्यनेन वकारस्य लोपः भवति. परन्तु एकः धातुः अस्ति तोतुर्व इति, तोतुर्वयोगः सि, अत्र किं भवति इत्युक्ते राल्लोपः इत्यनेन वकारस्य लोपः भवति. प्रथमं तोतुर्योगः सि, अत्र इदानीं सि इति तिप्रत्ययः अस्ति, पित्प्रत्ययः अस्ति, अतः अत्र पुगन्तलघुपथस्य च इत्यनेन किं भवति इत्युक्ते अत्र उकारस्य ओकारः भवति, तोतोर्योगः सि. अनन्तरम् इदानीमत्र आदेशप्रत्यययोः इत्यनेन सि सकारस्य षकारः, रेपः अत्र इन् प्रत्याहारस्य वर्णः, अतः तोतोर्योगः षि, इदानीं वर्णमेलनं भूत्वा तोतोर्षि इति एकम् उदाहरणमत्र. किन्तु सामान्य तोतुर्विति धातुः अस्ति, साधारणतया तादृश वकारान्तधातुः तु साधारणतया अङ्गलुकि एव भवति, तेङ्ग्लुकि अपि राल्लोपः इत्यनेन लोपः भवति इति उदाहरणं दर्शितं. किन्तु यत्र किं वदति इत्युक्ते ऊट् भाविधातूनामेव तादृश अवसरः, तेङ्ग्लुकि तादृश स्थितिः अस्ति. किन्तु अन्यसूत्रमस्ति ज्वरत्वरस्त्रव्यवि मवाम् उपादायास्य इति सूत्रमस्ति, तत्र त्रीणि वकारान्तधातवः सन्ति, सृव् अव् मव्. अव् इति अकारादिधातुः अस्ति इति कृत्वा हलादिधातुः अस्ति चेत् एव अत्र यङ्ग्लुक् रूपं भवति खलु, तर्हि तस्य यङ्ग्लुक् रूपं न भवति. तर्हि सृव् मव् इति धातुद्वयम् अस्ति ये हलादि अनन्तरं मकारान्तदातवः सन्ति, तेषां यङ्ग्लुक् रूपं भवितुम् अर्हन्ति. ते ऊट् भाविनः न सन्ति. किमर्थम् इत्युक्ते श्वोः षोडनुनासिके प्रभाद्य ज्वरत्वर त्रिव्यभीम वाम् उपादायाचेति सूत्रेण एव ऊट् आगमः भवति, मिलित्वा वकारमपि मिलित्वा ऊट् आगमः भवति इति कृत्वा श्वोः षोडन ऊट् भावि धातु नास्ति, सृव् मव् इति धातुद्वयम् एव स्तः. तर्हि तत्र किं भवति इत्युक्ते तत्र उदाहरणार्थं मामव्योगः ति इति अस्ति, तत्र लोपो व्योर्वलि इति कार्यं भवति खलु. मामव्योगः सि अत्र क्षम्यतां, तत्रापि सामान्यतया किं भवति, तत्रापि न भवति. किमर्थम् इत्युक्ते ज्वर इत्यनेन ऊट् आगमः भवति, ऊट् भवति चेत् अनन्तरं गुणकार्यं भूत्वा ऊकारस्य गुणकार्यं भूत्वा मामोषी इति रूपं भवति औस्थाने आदेशे भवति तर्हि तर्हि किमपि कार्यं नास्ति इति अस्ति किमपि दातु उदाहरणार्थम् उदाहरणदातु किं मामव्योगः वः तत्र लोपो व्योर्वली कार्यं करोति किन्तु तत्र सकारादि नास्ति सकारादि नास्ति केवलम् उदाहरणार्थम् तर्हि सकारादि वकारान्तदातुः सकारादि प्रत्येपरे इति किमपि उदाहरणं नास्ति इति कृत्वा तत्र धन्यवादः अनन्तरं शकारः मणिमहोदय वदति वा तालदेशकारान्तदातुः सकारादि प्रत्येपरे मणिमहोदयेन आगतवान् हिमभग्ने अस्तु पुनः भङ्गः अभवत् इति मन्ये अत्र सकारात् परे सकारादिप्रत्ययः अस्ति तर्हि अत्र कार्यद्वयं भवति यदि प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् केवलं मेलनं भवति परन्तु यदि आर्धधातुकप्रत्ययः अस्ति चेत् तत्र विशिष्टसूत्रमस्ति तर्हि दन्त्यसकारः अस्ति चेत् तत्र कार्यं द्वयं भवति सार्वधातुकप्रत्ययः अस्ति चेत् केवलं मेलनं भवति परन्तु यदि आर्धधातुकप्रत्ययम् अस्ति चेत् तत्र विशिष्ट सूत्रमस्ति सहस्यार्धधातुके इति अनेन सूत्रेण तत्र सः सि आर्धधातुके तर्हि तत्र सकारस्य स्थाने सकारादेशः भवति इति अस्ति अत्र उदाहरणम् एकनिमिषं भवति उदाहरणं किं दत्तमस्ति ओ अहं तालवेशकारं न दृष्टवती अस्तु सकारस्य चकास्योगः सि इति अस्ति चकास्योगः सि तु केवलं मेलनमेव भवति तर्हि चकासि इति भवति परन्तु यदि चकास्योगः स्यति इति आर्धधातुकप्रत्ययं स्वीकुर्मः चेत् तत्र चकास्योगः स्यति स्वीकुर्मः वा तत्र सम्यक् चकास्योगः स्यति अस्ति चेत् तत्र सकारस्य स्थाने तकारादेशः भवति चकात्स्यति आम् सकारस्य स्थाने तकारः भूत्वा तदर्थं मेलनं तदनन्तरं मेलनमेव चकात्स्यति इति भवति अस्तु धन्यवादः किं तालव्यशकारयोगः स इति वा अस्तु तत्र शकारान्तधातुः तत्र व्रश्य ब्रश्य सृजं रजय जराज राजचशांशः इति सूत्रेण तत्र जलीपरे तालव्यशकारस्य मूर्धन्यशकारादेशः षयोगः स इति अस्ति अनन्तरं तत्र षडोः कः सि इति सूत्रेण शकारस्य स्थाने ककारः ककारः योगः स अनन्तरं ककारः इन् प्रत्याहारे अस्ति इति कृत्वा सकारस्य षत्वम् अनन्तरं तत्र करी च इत्यनेन ककारस्य ककारादेशः क योगः क्ष क्ष इति भवति तत्र क्रोश् योगः स्यति तालव्यशकारस्य मूर्धन्यशकारः प्रश्च प्रश्च इति सूत्रेण अनन्तरं तत्र षडोः कः सि इत्यनेन षकारस्य ककारः क्रोक् योगः स्यति अनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारस्य षत्वं ककारः इन् वर्णः, क्रोक् योगः श्यति, अनन्तरं करी च इत्यनेन ककारस्य ककारादेशः क्रोक्ष्यति, क्रोक्ष्यति. अस्तु भगिनि. अत्र ब्रश्य ब्रश्य इति सूत्रमपि स्मारयति न? किं ब्रश्य ब्रश्य इति सूत्रम् अत्र भगिनि? एकनिमिषम्. अत्र प्रथमं स्तोः शुनाश्चुः अपि तस्य प्रसक्तिः अस्ति, परन्तु चत् अन्ते अस्ति इति कृत्वा न भवति. शकार सकारस्य अपि च तत्र शात् इति एकं सूत्रमस्ति, तत् सूत्रं तत्र तालवे शकारस्य अनन्तरं स्तोः शुनश्चुः इति न भवति, तदपि अस्ति. पुनः वदतु भगिनि, शात् इति सूत्रं शकारात् परस्य तवर् शात् इति सूत्रं यावत् अहं स्मरामि, तत्र यदि प्रथमं तालवे शकारः अनन्तरं तवर्गीयवर्णः अस्ति चेत्, ओ अत्र तु सकारः अस्ति, अस्तु अस्तु, अत्र कार्यं न करोति. अस्तु, अत्र स्तोः शुनश्चुः इति तु परसूत्रम् अस्ति इति कृत्वा एव न कार्यं करोति. अत्र शात् इत्यस्य प्रसक्तिः एव नास्ति. तत्र व्रश्च ब्रश्च सृज मृज यज राजभ्राज चशांशः इति सूत्रं, तत्र तत्र व्रश्च ब्रश्च सृज मृज यज राज एतेषां परिगणितानां धातूनाम् अपि च तालव्यशकारान्तानां, अत्र तु अत्र पक्षद्वयमस्ति, यस् तत्र यस्मिन् पक्षे वयं तुक्सहितचकारः स्वीकुर्मः, तत्र तत्र तुक्सहितचकारः अस्ति चेत् तत्र अन्तिमवर्णस्य स्थाने शकारादेशः भवति, निमित्तमस्ति पदान्ते जलीपरे इति. तत्र तुक्सहितचकारस्य विषये तर्हि प्रथमं तत्र चोः शूढ अनुनासिके च इति सूत्रे पक्षद्वयम् अस्ति किल, एकस्मिन् पक्षे कित्नित् जलादिप्रत्ययः इति अस्ति. यदि कित्नित् जलादिप्रत्ययः इति वयं स्वीकुर्मः तस्मिन् सूत्रे, तदा एव व्रश्च ब्रश्च इति सूत्रे तुक्सहितचकारः वयं स्वीकुर्मः. परन्तु अस्माकं अधुना अस्माकं वर्गे पक्षः तत्र जलादिप्रत्ययः एव अस्ति चोः शूर्णनासिके इत्यस्य कृते, तर्हि तत्र व्रश्च ब्रश्च इत्यस्य चकारस्य प्रसक्तिः एव न भवति इति अस्ति. मूर्धन्यषकारान्तधातुः सकारादिप्रत्ययः अस्ति चेत् तत्र विशिष्टसूत्रमस्ति षडोः कः अस्ति. आम्, षडोः कः अस्ति इति सूत्रमस्ति, तत्र षकारस्य स्थाने कवर्गादेशः भवति, कः ख कवर्गः योगः सकारः इदानीं तत्र कवर्गः अस्ति, अतः आदेशप्रत्ययोः इत्यस्य सूत्रस्य प्रसक्तिः अपदान्तसकारः, अतः तस्य आदेशः षत्वं षकारः भवति, ककारः योगः षकारः. इदानीम् अत्र आं चरीकश् इति योगः सि इति अस्ति, प्रथमं षडोः कः सि इति सूत्रेण चरीकर्क् योगः सि. किमर्थं तत्र सरीकर्क् इति सूत्रं विस्मृतवती इति चिन्तयामि. अनन्तरं आदेशप्रत्ययोः इति सूत्रेण चरीकर्क्षि इति रूपं भवति. धन्यवादः. अत्रापि षडोः इति पदान्तशकारः नास्ति, अपदान्तशकारः इति पदान्तशकारः अस्ति चेत् जलान्तस्य धकारः आदेशः भवति. अपदान्त किल? तर्हि अग्रे सुब्रह्मण्यमहोदय, हकारान्तानां सामान्यकार्यं अकारान्तानां कृते अत्र सामान्यकार्यमस्ति होढः इत्यनेन अत्र हकारस्य स्थाने ढकारः झलि पदान्ते इत्युक्ते अत्र यदि लेह् योगः सि इति नयामः अत्र अत्र किं भवति इत्युक्ते होढः इत्यनेन हकारस्य स्थाने ढकारः लेढ् योगः सि भवति. इदानीमत्र षढोः कहसि इत्यनेन ढकारस्य स्थाने ककारः लेक् योगः सि. अनन्तरम् अत्र किं भवति इत्युक्ते आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने मूर्धन्य षकारः खरिच इत्यनेन ककारस्य स्थाने ककारः एव वर्णमेलनं भूत्वा लेक्ष्य. अत्र होढः इति सामान्यकार्यमस्ति इत्युक्ते हकारान्तधातोः अत्र हकारस्य स्थाने ढकारादेशः झलि पदस्य अन्ते च. सम्यक् वा भगिनि? श्रुतं महोदय, न्यूस् मध्ये आसम्. आं महोदय, धन्यवादाः महोदय. मणिमहोदय नास्ति खलु, हेमा भगिनी अस्ति आसम् अत्र दकारादि हकारान्त तर्हि द्वितीयमस्ति दकारादि हकारान्तधातुः अस्ति चेत् सामान्यसूत्रं होडः इति सूत्रं प्रभाद्य अत्र ढकारस्य ढकारादेशः न भवति परन्तु घकारादेशः भवति. सूत्रमस्ति दादेर्दातोर्गः इति. अनेन अत्र हकारस्य स्थाने घकारादेशः भवति. इदानीं घकारः योगः सि इति स्थितिः. तर्हि अत्र खरीचसूत्रेण अतः घकारस्य स्थाने ककारः देशः भवति. तस्य प्राक् शत्रविधिः अपि भवति आदेशप्रत्ययोः कारणेन. अनन्तरं मेलनं भवति दादेर्दातोर्गः इति कारणेन. अत्र उदाहरणत्वेन किमस्ति भगिनि अत्र उदाहरणत्वेन अत्र दुह्योगः स्यति इति स्वीकुर्मः चेत् दकारादि अस्ति धातुः हकारान्तः अस्ति. प्रथमं पुगन्तलघुपदस्य अनेन तत्र दुह् दोः इति कुर्मः. तर्हि दोः योगः स्यति इति. इदानीं तत्र दादेर्दातुर्गः कारणेन तत्र हकारस्य स्थाने घकारादेशः भवति. तर्हि दोघ् योगः स्यति. इदानीं तत् धोग् अस्मिन् धातौ इदानीम् एकाच् अस्ति अपि च बषादि अस्ति इति कृत्वा झषन्तधातुः अस्ति इति कृत्वा तत्र भष्भावः भवति. तर्हि अल्पप्राणधकारस्य स्थाने मूर्धन्य महाप्राणधकारः आगत्य तत्र धोग् धोग्योगः स्यति इति भवति. इदानीं घकारः जलवर्णः अस्ति अपि च तदनन्तरं धोग्योगः स्यति. घकारः तु जश्वर्णः अस्ति इति कृत्वा जश्वसन्धिः भूत्वा अपदान्ते अस्ति इति कृत्वा घकारस्य घकारः भवति. धोग् स्यति. सम्यक् वा? जलां षष्ठी सूत्रस्य संख्या न स्मरामि परन्तु अत्र खरीचसूत्रं न करोति किल. ककारः आगच्छति प्रथमम् आदेशप्रत्ययः अनन्तरं खरीच भवति. सर्वत्र सृष्टिः सर्वत्र पतति इति कृत्वा तर्हि न तत् प्रश्नः नास्ति अत्र तर्हि रूपम् अन्तिमरूपं किं भवति अत्र दोक्ष्यति इति प्रथमं दादेर् दातुर्गः इत्यनेन हकारस्य स्थाने गकारः तस्मात् पूर्वं स्यति इति आर्धधातुकप्रत्ययः अस्ति तर्हि सुगन्तलघुपदस्य चेति कार्यं भवति तर्हि दोष् इति भवति अनन्तरं दादेर् दातुर्गः इत्यनेन गकारः अस्ति अनन्तरम् एकाचो बष्पावः अस्ति इति कृत्वा प्रथम धकारस्य धकारात् विश्व भवति धोग् योगस्यति इति भवति अनन्तरम् आदेशप्रत्ययपूर्तिनेन घकारस्य क्षम्यतां घकारस्य प्रभावेन सकारस्य षत्वं भवति धोग् योगः शसि इति भवति अन्ते खरीच इत्यनेन दोक् इति भवति दोक्ष्यति इति अहं दोषेण उक्तवती अहं जलां झषि इति उक्तवती अहं न अस्तु अस्तु जलां झषि इति जश् प्रत्याहारे नास्ति सकारः इति कृत्वा मम मनः कुत्रापि भ्रमणम् अभवत् अहम् उक्तवती जष् गकारः जष् इति तत्र स्यति इति विस्मृतवती किम् अस्तु भगिनि अहमपि एकनिमिषं कुत्रचित् तस्मिन् वदना विद्या भगिनि लिखति अस्तु अत्र वा दृह मुहश्नुः स्निहाम् इति सूत्रमस्ति तत्र दृह् मुह् श्नुः स्निह एतेषां धातूनां तत्र तत्र हकारस्य स्थाने घकारादेशः भवति यत्र घकारादेशः न भवति तत्र होडः इत्यनेन ढकारादेशः भवति अतः रूपद्वयं सम्भवति तत्र मुह् इति धातुः वयं स्वीकुर्मः तत् मुह् इति सूत्रे साक्षात् उक्तमस्ति तर्हि मुह् योगः स्यति सर्वप्रथमं गुणः पुगन्तलघुपदस्य चैतन्येन मोह् योगः स्यति इदानीं तत्र मोह् तत्र हकारान्तधातुः सर्वप्रथमं होडः इति आगच्छति तत् सूत्रं प्रबाद्य अत्र दृहमुहश्नुहश्निहाम् इति सूत्रेण हकारस्य स्थाने घकारः भवति मोग् योगः स्यति अनन्तरं तत्र गकारः इन् प्रत्याहारे अस्ति इति कृत्वा तत्र षत्वम् आदेशप्रत्ययोः इत्यनेन षत्वं सकारस्य षत्वं मोग् मोग् योगः स्यति अनन्तरं तत्र करी च इत्यनेन घकारस्य ककारादेशः मोक् योगः स्यति अनन्तरं तत्र तत्र ककारस्य ककारादेशः खरीच इत्यनेन अहम् उक्तवती वा न इति विस्मृतवती मोक्ष्यति मोक्ष्यति इति रूपम् अनन्तरं वर्णमेलनं मोक्ष्यति इति एकस्मिन् पक्षे द्वितीयपक्षे द्वितीयपक्षे यत्र मुह्योगः स्यति इदानीं तत्र यत्र गकारः न भवति हकारस्य तत्र होडः इत्यनेन डकारः भवति तर्हि तत्र मुह् योगः स्यति गुणः गुणः गुणं कृत्वा मोह् योगः स्यति इदानीं होडः इत्यनेन डकारः मोड् योगः स्यति अनन्तरं षडोः कहसि इत्यनेन मोक् योगः स्यति आदेशप्रत्ययोः इत्यनेन षत्वं मोक् योगः स्यति अनन्तरं करी च इत्यनेन ककारस्य ककारादेशः मोक् योगः स्यति मोक्ष्यति तत्र रूपद्वयमपि समानमेव अत्र कथञ्चित् समानं भवति अत्र वादृहमुह इति सूत्रस्य किञ्चित् सारांशरूपेण वदति वा सूत्रार्थः हा अत्र अत्र प्रथमं तत्र होडः अनन्तरं दादेर् दातुर्गः अनन्तरं वादृह मुहश्नुह स्निहाम् इति सूत्रमस्ति तत्र वा इति इत्यनेन तत्र वैकल्पिकरूपम् इति सूचयति तत्र तस्मिन् सूत्रे दृह् मुह् श्नुः श्निः इति एतेषां धातूनां तत्र दृह् इति दकारादिधातुः हकारान्तः मुह् अनन्तरं श्नुः इति स्नुः इति भवति अनन्तरं श्निः इति स्निः स्निः स्निह् इति भवति. एतेषां धातूनां तत्र हकारस्य स्थाने घकारादेशः भवति, महाप्राणघकारः. यस्मिन् पक्षे घकारः न भवति तस्मिन् पक्षे होडः इत्यनेन ढकारः भवति. निमितमस्ति जलीपदान्ते इति. तत्र होडः इत्यस्मिन् विषये महोदय इतोपि किञ्चित् वदति वदिष्यति अग्रिमसप्ताहे अथवा इतोपि कार्यम् अवश्यमस्ति वा तथा. तत्र तत्र तत्र प्रश्नः आसीत् किल, तत्र होडः एकवारं बाधितं चेत् पुनः किमर्थम् आयाति इति. तस्मिन् विषये प्रायः मतभेदाः सन्ति इति कृत्वा महोदय इतोपि किञ्चित् चिन्तयित्वा वदति इति उक्तवान्. अतः इदानीं वयं होडः इति एव स्वीकुर्मः. अपरस्मिन् अत्र वैकल्पिकरूपमेव इदानीं वयं स्वीकुर्मः, परन्तु अत्र प्रायः तत्र वा इति समुच्यार्थे अस्ति. इत्युक्ते रूपद्वयमपि एतेन सूत्रेण एव सम्भवति, न तु होडः पुनः न आयाति इति तत्र तत्र एकः पक्षः अस्ति. धन्यवादः. धातुः तदपि हकारान्तदातुः सकारादिप्रत्ययः, परन्तु तत्र विशिष्टसूत्रमस्ति नः धातोः कृते, नहोदः इति सूत्रं. तत्र किं भवति, नहोदः जलिपदान्ते च हकारस्य स्थाने धकारादेशः भवति, अतः धकारः योगः सकारः इति इदानीम् अनन्तरं सकारः योगः सकारः करी च इति सूत्रेण करी च इति सूत्रेण प्रथमककारः आदेशः भवति. क्षम्यताम्, प्रथमतकारः आदेशः भवति, तकारः योगः सकारः. नस्यति नः योगः करी च इति सूत्रेण नः योगः स्यति. अनन्तरं तत्र एव हकारस्य स्थाने दकारः आदेशः भूत्वा नद्योगः स्यति. न तत्र करीच इति सूत्रेण प्रथमतकार आदेशः नत्यति इति रूपम्. चकारादेशः तु न भवति किल, चकारः न भवति, न इति उक्तवती वा भगिनि? मम एव अत्र द्वितीय कालं मध्ये ख योगः श इति अस्ति, तत्र एव भ्रमः जातः. नः पूर्वं मुद्रणदोष. तर्हि धन्यवादः. सर्वम् अभवत् खलु. तर्हि मकारान्त तद् नकारान्तदातूनां तदपि दृष्टवन्तः, मकारान्तदातूनां न भुक्तवन्तः खलु. सुब्रह्मण्यमहोदय वदति वा, मकारान्तधातूनां कृते अत्र धातुः मकारान्तधातुः सकारादिप्रत्ययः, अत्र नश्चापदान्तस्य झलि इत्यनेन मकारस्य स्थाने अनुस्वारादेशः. उदाहरणमस्ति अत्र रं योगः यते, अत्र रंस्यते इति रूपं निष्पन्नं भवति नश्चापदान्तस्य झलि इत्यनेन. तर्हि आहत्य सकारादिप्रत्यये परे केवलं खरीच इति सामान्यकार्यमस्ति, सर्वत्र भवति. अनन्तरं ककारादि अस्ति चेत् आदेश ककवर्गः अस्ति चेत् आदेशप्रत्यये भवति, अनन्तरं कथञ्चित् चवर्गः अस्ति चेत् चोः कुः इत्यनेन प्रथमकवर्गादेशः भवति, अनन्तरम् आदेशप्रत्यये हो, अनन्तरं तृतीयसोपाने खरीचेत् भवति. यदि चकारः अस्ति चेत् तत्र किञ्चित् विशिष्टकार्याणि चोः षोडनुनासिके इति भवितुम् अर्हति, यदि सहितचकारः अस्ति चेत्. अनन्तरं ब्रश इति केचनानां विशिष्टधातूनामपि ब्रश इति सूत्रेण षकारादेशः षडोः कः इति अन्ते आदेशप्रत्ययः इति अनन्तरं टकार टवर्गस्य टवर्गस्य टवर्गस्य पवर्गस्य सर्वत्र तु खरीच इति एव अस्ति कार्यं डकारस्य तु षडोः कहति आदेशकृत्य अनन्तरं अन्ते तु तावदेव खलु हकारान्तधातूनां ओडः इति सामान्यकार्यं दादि दादेर्दा दकारादिधातुः अस्ति चेत् दादेर्धातु गः इति गः गकारः अस्ति अनन्तरं परिगणितानां धातूनां दृक्मुक्ष्णुक्ष्णिक् इति धातूनां विकल्पेन गकारः भवति अन्यस्मिन् पक्षे दकारः भवति ओडः इति उक्तेन अनन्तरं नः धातोः दकारः नहोदः इति मकारान्तनं नकारान्तनं नशापदार्थस्य तर्हि प्रायः अग्रिमसप्ताहे अग्रे महोदयेन अत्र अन्यदपि कोष्टकं दत्तमस्ति सङ्ग्रहः इति कवर्गस्य चवर्गस्य अनन्तरं डकारस्य षकारस्य तालव्यषकारः मूर्धन्यषकारः हकारः एतेषां सर्वेषामपि आदेशः ककारः इति सामान्यतया भवति अनन्तरं टवर्गान्तानां टकारः भवति टवर्गान्तानां टकारः फवर्गानां पकारः मकारस्य नकारस्य अनुस्वारः य वा अस्ति चेत् लोपः भवति र ल अस्ति चेत् केवलं वर्णमेलनं सकारः अस्ति चेत् सकारान्तदातुम् अस्ति चेत् सार्वधातुकप्रत्ययपरे केवलं वर्णमेलनम् आर्धधातुकप्रत्ययपरे सकारादेशः पुनः इतोपि संक्षिप्तरूपेण तत् तर्हि विरमामः वा धन्यवादः धन्यवादः धन्यवादः धन्यवादः नमस्कारः।